मम धन्यवादः. अस्तु, आरम्भं श्लोकं वक्तुम् इच्छति वा? अस्तु. एनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन दौताघिरः पुंसां विमलैः शब्दवारिभिः समच्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. अस्तु. I was also saying the mantra, but somehow I got muted. अत्र गतवर्गस्य व्याकरणविषये अत्र स्वागतम्. गतवर्गस्य विषये कृत् प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाः इतपर्यन्तं किमस्ति कृत् अत्र बहवः विषयाः अत्र कृत् विषयः सन्ति. गतवर्गे अपि मया उक्तमेव, धातुमाला इति पुस्तके एतत् विषये अत्र उक्तमेव. किं किम् अस्ति चेत् भूत्वा सम्भूय न ल्यबन्तमस्ति, त्वाप्रत्ययमस्ति, तुमुनस्ति, तप्रत्ययमस्ति, अनन्तरम् इक्तवत् तवतु इति अस्ति, सन्नन्तमस्ति, ल्युडन्तमस्ति, अनन्तरं किम् अस्ति ल्युडन्तं ल्युडन्तम् अनन्तरं तादृशं भवति. महोदय, धातुमालायां तत्र प्रक्रिया अस्ति वा केवलम् उत्तरम् अस्ति? अत्र एतत् भूधातु इति अस्ति खलु. आम्, भूधातु त्वा योजनेन किं भवति? भूत्वा इति भवति. एतत् अत्र दत्तम्. अनन्तरं ल्यबन्तमस्ति, ल्यबन्तं यत्र यत्र अस्ति तत्र विसर्ग उपसर्गरूपेण एव तिष्ठति अत्र, अतः तत्र सम्भूय इति भवति. पुटसङ्ख्या पुटसङ्ख्या तु भवान् क्रेतवान् वा? नो नो, नाट् येट्. सो धातुमालायां मतलब् अन्तिमरूपम् अस्ति. अन्तिमरूपम् एतत् मिलित्वा मेलनेन धातु मेलनेन अत्र अभवत्. मम समीपे धातुमालाया इव अन्यपुस्तकम् अस्ति. अत्र अस्ति वा अन्ते लकारः? दशलकाराः सन्ति खलु? आमाम्. अन्ते अस्ति वा? हा, दशलकाररूपाणि सन्ति. मम पुस्तकनामानि संस्कृतभारती पुस्तकम् अस्ति. अत्र दशलकाराः अनन्तरं कर्मणि अस्ति, कर्मणि पदमस्ति. ओके, अहं कर्मणि निजन्तं सन्नन्तम् अस्ति. अनन्तरमेव अत्र कृत्प्रदेययोजनेन भवति. अष्टम अष्टाध्याय मध्ये अपि सर्वम् अस्ति सैट्, सर्वमस्ति. परन्तु तादृशम् अत्र भूधातु इति अस्ति चेत् अत्र सम्भूय भूत्वा इति अस्ति. अनन्तरं येद वृद्धौ इति स्वीकुर्मः चेत् अत्रापि एदित्वा एतत् यत्र यत् धातु अस्ति तत् अनन्तरं योगः कृत् प्रत्ययं योजनेन किं भवति इति अत्र एदित्वा समेद्य अनन्तरम् अट गतौ इति स्वीकुर्मः चेत् अत्रापि अटित्वा अटितुं यत्र यत् धातु अस्ति एतत् मेलनेन कृत्प्रत्ययमेलनेन अत्र सम्पूर्णतया अत्र पदमस्ति. तादृशं भवति वा भवत्याः समीपे? भवतः समीपे नास्ति खलु? अहं न अहं ऐ विल् चेक् वन्स् मोर्. ऐ थिङ्क् ऐ हेव् अस्तु. इदानीम् अत्र कर्तरि शप् इत्यनेन एव दशलकाराः विषये, अनन्तरं सार्वधातुक अर्धधातुकयोः, सार्वधातुकयोः एव अत्र कर्तरि शप् भवति. एतत् प्रपाद्य एव अन्ये गणा विषये भवन्ति. धातुभ्यः वयं जानीमः तिङ्कृतयः अस्ति, कृत्कृतयः अस्ति. तिङ्गपि सार्वधातुकमस्ति, अर्धधातुकमस्ति. कृत् अपि सार्वधातुकमस्ति, अर्धधातुकमस्ति. अनन्तरम् अत्र स्पिञ्शेर् न कृतवती महोदय. अस्तु अस्तु. इदानीं द्रष्टुं शक्यते वा? आम् महोदय. अस्तु. अत्र धातुभ्यः द्विधाः सन्ति, तिङ्ग अस्ति, कृत् अस्ति. अत्र तिङ्ग् अपि सार्वधातुकमस्ति, आर्धधातुकमस्ति. कृत् अपि सार्वधातुकमस्ति, आर्धधातुकमस्ति. अत्र सार्वधातुक तिङ्ग् विषये कर्तरते धातुगणभेदाः भवन्ति. अनन्तरम् इडागमः विचारः अस्ति, इडागमः अस्ति वा नास्ति वा इति अत्र इतोपि चिन्तनमस्ति एव. अनन्तरम् अत्र कृत् अस्ति चेत् अत्र षित् अस्ति, अनन्तरम् अषित् अस्ति. षित् अस्ति वा अषित् अस्ति वा, एतत् तत्र अपि सार्वधातुकमस्ति, अर्धधातुकमस्ति. कर्तरि शप् कर्तरि धातुगणभेदाः भवन्ति, विदागमः विचारः अपि भवति. एतत् सर्वं वयं वदतु. अत्र तिङ्ग् देन् इट् इस् रिटन् सार्वधातुक अर्धधातुक, परन्तु तिङ्ग् तु सार्वधातुक अस्ति, रैट्? सार्वधातुकमस्ति तिङ्ग्. अत्र अर्धधातुक किमर्थं दीयते? अर्धधातुकम् अत्र कर्तरिषप् प्रबाद्य दशलकाराः सन्ति खलु, अत्र लट् लोट् लङ् विधिलिङ्ग् एव सार्वधातुकलकाराः. शेषः सर्वे षट् अस्ति खलु, एतत् सर्वम् अर्धधातुकम् अस्ति. पूर्वमेव वयं दृष्टवन्तः एतत् विषये. अत्र विकरणप्रत्यय अन्यप्रत्ययग्रे अग्रे एतत् विषये अग्रे आयाति एव विकरणप्रत्ययं किं किम् अस्ति. अत्र धातु सार्वधातुक वा अर्धधातुक, तत् एव न तिङ्ग नास्ति सार्वधातुक अर्धधातुक. तिङ्ग अत्र तिङ्ग अत्र सार्वधातु द्विधाः, टु टैप्स् द्विधाः, सार्वधातुकमपि अस्ति, अर्धधातुकमपि अस्ति. परन्तु अत्र अर्धधातुकमध्ये कर्तरिषप् प्रभाद्य एव गणविषये भवन्ति. इदानीं जुहोत्यादिगणः स्वीकुर्मः चेत् अत्र कर्तरिषप् प्रभाद्य स्लु एव भवति. द्विधाः के? धातु वा तिङ्ग? धातु, रैट्? धातुः द्विधा, धातु द्विधा भवति. अवगतम् अवगतम्. इदानीं तिंशत् सार्वधातुकम् इति स्वीकृत्य एव कार्यं करोति. अनन्तरं धातोः परश्च तिङ्गषित् प्रत्ययः सार्वधातुकम् इति भवन्ति. अर्धधातुकं शेषः इति अस्ति. अत्र किं भवति चेत् अत्र षट् अन्य गणाः स्वीकुर्मः. कर्तरि शप् प्रभाद्य एव अत्र कार्यं करोति. इदानीम् अत्र शब् शत्रु इति स्वीकुर्मः चेत् पूर्वतनवर्गस्य विषये एव एतत् वयं पठितवन्तः. अत्र शत्रु अणुबन्धलोपे अक्ति एव तिष्ठति. शत्रु अत्र शकारः लशकतटिते इत्यनेन अपगच्छति. अनन्तरम् अत्र तृ शत्रु ऋकारः उपदेशाज अनुनासिक इत्यनेन अत्र अपगच्छति. अत्र शकारः उत्तरवर्ति, अकारः एव तिष्ठति. अनन्तरम् अत्र अत् एव तिष्ठति. इदानीं पट्टयोगः कर्तरि शप् शकारः अस्ति, अकारः एव तिष्ठति आकृतिकतः आकृति विषये. अनन्तरं पट्टयोगः अकारः पट इति भवति, अट् योजनेन पट इति भवति. इदानीं तत्रापि अकारः अस्ति, अत्रापि अकारः अस्ति, किम् अत्र पटात् इति एव सवर्णदीर्घः एव भवति खलु इति प्रश्नः उदेति. परन्तु तत् सवर्णदीर्घः अत्र न दत्तं, परन्तु मनसि स्थापयतु इति. अत्र अनुबन्धलोपानन्तरम् अत्रापि अकारः अस्ति, अत्रापि अकारः अस्ति, पटात् इत्येव भवितुम् अर्हति. परन्तु सवर्णदीर्घसन्धिम् अत्र प्रपाद्य अतो गुणे इत्यनेन पूर्वपरयोः पूर्वम् एकः अकारः अस्ति, परमपि एकः अकारः अस्ति, पूर्वपरयोः पररूपम् आदेशः भवति. अतः तत् अत् अस्ति खलु, एतदेव अत्र स्वीकुर्मः. अतः पट्टयोगः अत् वर्णमेलनेन पटत् इति भवति. सर्वत्र तादृशमेव. अत्र दिस् अकारस्य लोप केन सूत्रेण? अतो गुणे इति अस्ति खलु, इदानीमेव मया उक्तं. पूर्वतन अकारः अस्ति, अनन्तरमपि अकारः अस्ति, द्वे मेलनेन द्वौ मेलनेन अत्र पटात् एव भवितव्यं खलु. एतत् साकगसवर्णदीर्घे इति सूत्रं प्रपाद्य अतो गुणे इति सूत्रं कार्यं करोति. अतो गुणे अत्र पश्येम, पूर्वपरयोः एकः एव अत्र पररूपम् आदेशः भवति. अतो गुणे अपदान्त तत्र पट् इति पदान्तं नास्ति. अपदान्त अकारात् गुणे परे संहितायां पूर्वपरयोः एकः पररूपम् एव एकादेशः भवति. उदाहरणरूपेण पूर्वतनवर्गे अपि मया एतत् विषये अत्र शप् अस्ति, अत्र अकारः एव तिष्ठति, अनन्तरं जि इति अस्ति, तिप्तस् जि इति अस्ति खलु, तत्र जि अन्ति इति भवति. केन सूत्रेण इत्युक्ते ज्योन्तः, अनन्तरं ज्योन्तः अन्तः एव खलु, जकारः चुटु इत्यनेन अपगच्छति. एतद् अग्रे आगच्छति विवरणविषये. मम अत्र प्रश्नः किम् अस्ति चेत् अकारः इदानीमपि अस्ति, अकारः अनन्तरमपि अस्ति. अत्र अतो गुणे इत्यनेन प्रथम अकारः लुप्यते. किमर्थं चेत् अतो गुणे इति सूत्रेण पररूपं यत् अस्ति, पररूपम् एतत् अकारः एव अत्र स्वीकुर्मः. अत्र पट् योगः अन्ति, वर्णमेलनेन पठन्ति इति भवति. अवगतम्? इतोपि क्लेशः अस्ति वा? एकादेशः. कोऽपि प्रश्नः अस्ति वा? वर्गः तु सार्धषड्वादने भवन्ति. अत्र अनिल् महोदय एव सम्यक्तया समीचीनतया कालक्रमेण आगच्छति. अन्येषां कृते बहवः कार्यम् अस्ति एव, कार्याणि सन्ति एव, मम कृते अपि कार्याणि सन्ति, अनन्तरम् अनिल् महोदयस्य विषये अपि कार्याणि सन्ति. समयः आगन्तुं शक्यते इति समीचीनतया वर्गः चालयितुं शक्नुमः. किञ्चित् एतत् विषये चिन्तनं करोतु. अस्तु, इदानीम् अधिप्रभृत्येभ्यः इति अस्ति. अधिप्रभृत्तिभ्यः शपः, एतत् द्विवादिगणे अदादिगणे अस्ति. अदादिगणे अपि कर्तरि शप् प्रपाद्य अत्र शप् लुक् भवति. केन सूत्रेण शप् लुक् भवति? अभिप्रदिप्यः शपः इत्यनेन एव अत्र लुक् भवति, शप् लुक् भवति. अतः किमपि कार्यं नास्ति एव. अतः किमस्ति? वर्णमेलनम्. अत्र अस्ति इति एतत् सर्वम् अत्र शत्रु अन्तविषयाः चलन्ति. अतः तत्र वच्ययोगः स्वीकुर्मः चेत् वच्ययोगः अत् अत् अतौ गुणे इत्यनेन अत् इति शत्रु अस्ति, शत्रु अत्र अनुबन्धलोप अनन्तरम् अत् एव तिष्ठति, वच्ययोगः अत् योजनेन वचति इति भवति। पूर्वतनवर्गे एतत् विषयं वयं दृष्टवन्तः, जुहोत्यादिभ्यः श्लु श्लुः तत्रापि कर्तरि शब् प्रपाद्य जुहोत्यादिभ्यः श्लु श्लुः श्लुः यत्र द्वित्वं भवति, द्वित्वम् इत्युक्ते एक वर्णस्य वर्ण एकवर्णः तु द्विवारम् आगच्छति, एतदेव पश्यतु अत्र ददत् इति भवति, अत्र कार्यं भवति, दा एव दातु अत् अस्ति, अत्र दा दीर्घमस्ति, किमर्थम् अत्र द इति भवति, अत्र किञ्चित् कार्याणि सन्ति, दा इति ह्रस्वः भूत्वा ददत् इति भवति, किमर्थं दा दा इति द्विवारम् आगच्छति के चेत् अत्र जुहोत्यादिभ्यः श्लुः इति सूत्रेण एव अत्र दा दा इति भवति। एतत् अत्र महोदय अत्र द्वितीय दा किमर्थं द भवति, इदानीम् उक्तं खलु अत्र श्लू इत्युक्ते द्विवारम् एकवर्णम् आगच्छति, दा दा इति धातुः तु दा अस्ति, धातुः तु प्रथमं द हर्ष भवति तत् अपि अवगतं, द्वितीयं दा हर्ष किमर्थं ह्रस्वः ह्रस्वः अत्र अस्तु, एतत् पश्यामि दा इति धातुः पश्यामि, भवान् इच्छति चेत् पश्यामि, यत्र अत्र कार्यमस्ति अत्र इतोपि विवरणं धातुविषये एव भवन्ति, इदानीं मा भवतु, परन्तु भवान् इच्छति चेत् अहम् अत्र विषये दा इति अस्ति अत्र श्लू इति श्लुः इत्यनेन द्विवारम् एकवर्णः आश्रित्य कार्यं करोति, अथवा दा दा इति भवति, दा दा किमर्थं भवति अत्र साञ्जुधानि जुहोत्यादिभ्यः अत्र पश्यतु दादा इति भवति खलु, स्लौ इत्यनेन दादा इति भवति कर्तरि शप् प्रबाद्य, इदानीम् अत्र ह्रस्वः इति सूत्रेण प्रथमवर्णस्य तकारः भवति, अनन्तरं प्रथमम् अत्र ह्रस्वः इति भूत्वा एव ददाति इति भवति, परन्तु अत्र ददत् इति स्वीकुर्मः चेत् ददत् अत्र पश्यतु ददते दत्ते ददति ददति ददति किमर्थम् अत्र ह्रस्वः इति भवति, अनन्तरं स्नाभ्यस्तयोरातः इति सूत्रेण दीर्घ आकारस्य स्थाने ह्रस्वः भूत्वा द द इति भवति, अनन्तरं तयोजनेन ददति इति भवति, सो एतत् श्लोकं बहु मुख्यमस्ति, स्नाभ्यस्तयोरातः एतत् श्लोकं किं वदति चेत् अत्र दीर्घ आकारस्य स्थाने ह्रस्वः भवति इति, समीचीनं अवगतम्, अस्तु धन्यवादः, अस्तु इदानीम् अत्र पुनरपि इदानीं दिवादिभ्यः स्यन् अत्र एतदपि कर्तरिशप् प्रभाद्य द्वादिभ्यः श्यन् अस्ति अत्र शकारः अलन्त्यं न शकारः किमस्ति लशगतीते इत्यनेन अपगच्छति, अनन्तरं नकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति, यकारः एव तिष्ठति, इदानीं नश् इति स्वीकुर्मः चेत् अत्र यकारः एव तिष्ठति, नश् योगः या योगः अत् अत् किमर्थम् आगच्छति अत्र किं पदं पूर्वं न न अत् अत् शत्रि शत्रि हा उत्तमम् उत्तमं शत्रु इत्यनेन अनुबन्धलोपानन्तरमेव अत् तिष्ठति अतः तत्र नश्यत् इति भवति अत्र अपि नश् यकारः अस्ति यकार उत्तरवर्ति अकारः अस्ति अतः तत्र अतो गुणे एतत् कार्यं भूत्वा नश्यत् इति भवति. इदानीं स्वादिभ्यः स्नुः इति सूत्रमस्ति, एतत् पञ्चमगणः अस्ति. अत्रापि कत्रिशप् प्रभाद्य अत्र आप् इति स्वीकुर्मः चेत् प्राप्नोति, आप्नोति, अप्तयन् खलु. आप् योगः स्नु योगः अत्. अत्र अपि अनुबन्धलोपानन्तरं नु एव तिष्ठति. आप्नु अत् आप्नुवत् अत्र किञ्चित् श्लोकमस्ति, सूत्रमस्ति. आप्नुवत् किमर्थम् अत्र उकारस्य स्थाने वकारः इति. अचिष्णु धातु ब्रुवङ् युवर् यङ् उवङ् इति अत्र कार्यं करोति. अग्रे आगच्छति. अस्तु अस्तु. अकार अकारस्थाने वकारः अस्ति. न न, वकारस्य उकारः आप्नु इति उकारः एव खलु. उकार तु तिष्ठति. वकारः अत्र आप्नुवत् इदानीम् अत्र अकारस्य स्थाने वकारः अस्ति. आप्नुवन् आप्नुवति इति भवति. अत्र अचिष्णु धातु ब्रुवाङ् युवर् यङ् इति सूत्रेण पश्येम. अत्रापि अत्र अजादिप्रत्ययपरे स्नु इति अस्ति, धातुसंज्ञकस्य रु इत्यस्य ई वर्णान्त ऊ वर्णान्तस्य. अत्र ऊकारः अस्ति खलु स्नु इति. ऊ वर्णान्तस्य अङ्गस्य इयङ् उवङ् आदेशः भवतः. इ अस्ति चेत् इयङ् उ अस्ति चेत् उवङ् अत्र आप्नु वा इति. पश्यतु अत्र नु इति अस्ति खलु, आप्नु द्रष्टुं शक्यते खलु नु. अनन्तरम् आप् योगः इन् योगः उवङ् अत्र ऊकारस्य स्थाने अचिष्णु धातु ब्रुवान् युवर् इयङ् उवङ् इत्यनेन स्नु इत्यस्य उकारस्य अच् वर्णे परे, अच् वर्णः उकारः परे उवङ् आदेशः भवति. अतः तत्र आप्नुवा आप्नुवन्ति इति भवति. उव आदेशः भवति. उकारस्य स्थाने उवङ् इकारस्य स्थाने इयङ् अतः तत्र आप्नु आप्नुवत् उवङ् आदेशः भवति. समीचीनम्, अवगतं वा? अत्र किमपि प्रश्नः अन्येषां कृते किमपि प्रश्नः अस्ति वा? पृच्छतु एकवारमपि. वदामि. अत्र आप् इति धातु अस्ति, अनन्तरं स्नु इति प्रत्ययम् अस्ति. किमर्थं स्नु आगच्छति? स्वादिभ्यः स्नुः इति पञ्चमगणविषये अस्ति. एतत् सर्वाणि गणविषये एव. कर्तरिषक् भुवादिगणे अस्ति. अधिप्रभृत्यः अधिप्रभृतिभ्यः शपः अदादिगणे अस्ति. जुहोति आदिगणे तृतीयगणः अस्ति. दिवादिभ्यः शन् चतुर्थगणः अस्ति. स्वादिभ्यः स्नु इति पञ्चमगणः अस्ति. एतद् गणं स्वीकृत्य एव अत्र लट् लोट् लङ् विधिलिङ्ग् एतत् सर्वाणि अत्र धातुगण धातु पदं भिन्नभिन्नरूपेण आगच्छति. एतत् नास्ति चेत् भिन्नरूपं कथम् आगच्छति? अत्र इदानीं स्वादिभ्यः स्नुः इति अनेन अत्र स्नु इति भवतु. स्नु अत्र कोऽपि वक्तुं शक्यते वा? किं किं सूत्रेण किं किम् इति भवति इति. लशपतति इत्यनेन शकारः अपगच्छति इति भवति. स्नु अनन्तरं अत्र नु एव तिष्ठति, स्नु इति. अतः आप् योगः नु. अनन्तरं शत्रुमध्ये अति एव तिष्ठति. इदानीम् आप् नु वर्णमेलनेन आप् नु इति भवति. अत् आप् नु अत् एव भवितुम् अर्हति. किमर्थम् अत्र आप्नु वन् आप्नु वत् इति भवति? तत्र एव एकः सूत्रं, पाणिनीयसूत्रं किमर्थं न व्यक्तं भवति? सः तु माघेश्वराणि सूत्राणि, अत्र माघेश्वराणि सूत्राणि एव अत्र कार्यं करोति खलु. एतत् श्लोकमपि अस्ति, नृत्यावसाने नटराजराजो ननादड्डखां नवपञ्चवारम् उद्धृत्काम सनकादि सनकादि सनकादीनान् सनकादीन् एतत् विमर्शे शिवसूत्रजालं नवपञ्चवारं डखां डमरु इत्यनेन अत्र नवपञ्चवारम् अस्ति अत्र अतः तत्र एतत् सर्वेभ्यः सूत्रं व्यर्थं न भवति नृत्य अवसाने एव एतत् सर्वम् अत्र डमरु इत्यनेन सः तु डखां नवपञ्चवारं नव नैन् पञ्च फैव् नैन् प्लस् फैव् फोर्टीन् अत्र माघेश्वराणि चतुर्दश माघेश्वराणि सूत्राणि सन्ति आप्नुवत् इति आप्नुवन् आप्नुवति आप्नुवति इति प्रातिपदिकमस्ति आप्नुवन् इति किं पदं कोऽपि वक्तुं शक्यते वा आप्नुवन् आप्नुवति इति प्रातिपदिकमस्ति आप्नुवन् इति पुल्लिङ्गम् पुल्लिङ्गपदमस्ति आप्नुवती इति स्त्रीलिङ्गम् स्त्रीलिङ्गपदं तावदेव सर्वत्र तादृशमेव भवति अत्र पश्यतु इदानीम् अत्र स्वादिभ्यः स्नुः इति अस्ति सुदादौ लिक् अत्र कर्तरि शप् प्रपाद्य सुदादिभ्यः शः इति षष्टम अत्र किम् अत्र शान्ता सुब्रह्मण्यन् अत्र अवगतं वा किमर्थमत्र एतत् अचिष्णु धातु ब्रुवाङ् युवर् इयङ् उवङ्गौ इत्यनेन अत्र अन्तिमवर्णः आप्नु इति अस्ति खलु आम् अत्र उकारस्य स्थाने उवङ्ग आदेशः भवति ञकारः अन्तिमवर्णः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति उव एव तिष्ठति अत्र उव अस्ति चेत् पश्यतु अत्र उव उवङ्ग् नु आप्नुव आप्नुव अतः आप्नुव आप्नुवन् आप्नुवत् आप्नुवन् आप्नुवत् आप्नुवति इति भवति उव आदेशः उवङ्ग् आदेशः एतत् किञ्चित् आरम्भसमये एतत् किञ्चित् क्लेशः एव भवति कालानन्तरम् एतत् सरलतया आगच्छति पूर्वं मया यत्र एतत् अचिष्णुधातु ब्रुवाङ् योरियङ्ग् झटिति मम मुखे सर्वेषां मुखे एव न आगच्छति इतः पर्यन्तं पञ्चदशवर्षाणि गतम् एव मम वर्गे मम वर्गे नास्ति मम यत्र मम अध्यापिका अनन्तरम् आचार्यः एतत् विषये उक्तवन्तः सर्वत्र छात्राणि सन्ति एव परन्तु अचिष्णुधातु ब्रुवाङ् योर् यङ्ग् उवङ्ग इतः पर्यन्तं तेषां मुखे समीचीनतया आगन्तुं न शक्यते एव अत्र अभ्यासं करणीयम् अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ इति पठितव्यम् अत्र वदतु अत्र अत्र उवङ् अस्ति नकारस्य नकारस्य नकारस्य इत्संज्ञा हलन्त्यं सूत्रेण अकारस्य इत्संज्ञा किमर्थम् अकारः कुत्र अस्ति उव आप्नु उकारः अस्ति खलु आप्नु इति न उकार वकार अकार नकार अस्ति रैट् वकार अनन्तरम् अकार अस्ति अत्र आप्नु आप्नु नेक्स्ट् लैन् इफ् यु सी उ हलन्तं वकार हा सो अकार एव अपगच्छति यकारस्य इत्संज्ञा लोपः भवति अकारः उच्चारणार्थः एतदेव भव प्रश्नः वा वकार उत्तर वकार उत्तरवती अकारः वकार उत्तरवती अकारः अस्ति खलु सर्वत्र अकारः अस्ति एव हल व्यञ्जनविषये अकारः तिष्ठति एव का योगः का उत्तरवती अकारः अस्ति तादृशमेव वकार उत्तरवती अकारः अस्ति अत्र अकारः उच्चारणार्थः अतः एव ऊ इति भवति खलु उवङ्ग् न आप्नु ऊ आप्नु आप्नुवन्ति अकारः उच्चारणार्थः अतः एव ऊव नास्ति ऊ एव भवति पट्ट इति अस्ति अत्र अकारयोजनेन एव पट इति भवति खलु पटयोगति पठति इति भवति तादृशम् अत्र उवङ्गविषये अकार उत्तरवती अकारः उच्चारणार्थः अतः ऊ एव तिष्ठति आप्नुवन्ति इति मेलनेन वर्णमेलनेन आप्नुवन्ति इति भवति समीचीनम् इतोपि प्रश्नः सन्ति वा शान्ता सुब्रह्मण्यन् अन्य कोऽपि प्रश्नः अस्ति वा एकवारमपि वदामि वा इदानीं अस्तु अग्रे चलेम अस्तु अत्र पश्यतु इदानीं सुदादिभ्यः शः सुदादिभ्यः शः इति अस्ति अनसूया अन्ये वर्गे अस्ति सप्तवादने अतः एव गच्छति सर्वदा न महोदय गतवर्गस्य अनसूया भगिनी एव तिष्ठति अन्य सर्वे गतम् एतत् समीचीनं नास्ति अहम् अत्रैव तिष्ठामि मम वाणी कोऽपि न सोय शृण्वन्तु इण्टर्नेट् प्राब्लम् अस्ति ओ अस्तु अस्तु अद्य तु सम्यक् श्रूयते केरलदेशे सर्वदा वर्षा अस्ति गोदमाल् अस्तु इतोपर्यन्तं प्रश्नः अस्ति वा एतत् सर्वाणि सूत्राणि अवगच्छति खलु गोदमाल् किञ्चित् कालानन्तरमेव अत्र कालक्रमेण एव आचार्यात् पादमागच्छति सहपाठिनः पादमागच्छति स्वमेधया स्व अभ्यासविषयेण पादमागच्छति कालक्रमेण एव पादमागच्छति अतः चिन्ता मास्तु शृणोतु अस्तु इदानीं तुदादिभ्यः शः शः इति अस्य तत्र अपि अकारः एव तिष्ठति अतः लिक् योगः अयोगः अत् तत्र अपि सार्वधातुक न सवर्णदीर्घं प्रपाद्य अतो गुणे कार्यं करोति अतः लिक् योगः अत् लिखत् इति वर्णमेलनेन भवति अत्र लिखत् इति प्रातिपदिकमस्ति लिखन् इति पुल्लिङ्गमस्ति लिखन्ति इति स्त्रीलिङ्गपदमस्ति अनन्तरं रुदादिभ्यः स्नम् इति भवति रुदादिभ्यः स्नम् अत्रापि अत्र स्नम् इत्यस्य नकारः एव तिष्ठति विद् योगः न योगः अत् अत्र किमर्थम् अत्र मध्ये नकारः आगच्छति चेत् अत्र इदितोनुं धातोः इत्यनेन नकारः आगच्छति अत्र पश्येम बिन्दन् इति अस्ति खलु बिन्दत् इति महोदय आरम्भे स्पेस् अस्ति धि आरम्भे स्पेस् अस्ति रिमूव् स्पेस् इदानीं पश्यतु अत्र बिन्द् इति अस्ति अत्र बिदि एव अस्ति अत्र इदितोनुं धातोः इत्यनेन तत्र नकारः आगच्छति इदितो नुम् यत्र ईकारः श्रूयते इदित् अस्ति खलु अत्र बि इति इकारः अस्ति अत्र इदित् आगच्छति अतः तत्र मध्ये नुम् नुम् मध्ये मकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति अत्र उकारः उच्चारणार्थः नकारः मध्ये तिष्ठति अतः बिन्द् इति आगच्छति समीचीनं प्रश्नः अस्ति वा हा अस्तु इदानीं बिन्दति इति पदं भवति बिन्दत् इति प्रातिपदिकं बिन्दन् इति नपुंसक बिन्दन् इति पुल्लिङ्गपदम् अनन्तरं बिन्दति बिन्दत् प्रातिपदिकमपि अस्ति नपुंसकलिङ्गपदमपि अस्ति अतः प्रातिपदिकं नपुंसकलिङ्गम् अनन्तरं बिन्दन् इति पुल्लिङ्गपदं बिन्दति इति स्त्रीलिङ्गपदम् इदानीं तनादिभ्यः तनादिकृभ्यः उः इति अस्ति एतत् अष्टमकणः अत्र क्रू धातुः क्रूयोगः शप् अकारः तिष्ठति अनन्तरम् अप् इति अस्ति अत्र अकारस्य स्थाने किं सूत्रेण उकारः भवति इति चेत् अत्र एकं कार्यं सूत्रमस्ति एतदपि पश्यामः किमर्थम् अत्र उकारः तिष्ठति अकारस्य स्थाने अकारस्य स्थाने न उकार तु अस्ति एव अकारस्थाने उकार किम् न अस्ति न अष्टमघटे उकार एव विकरणप्रत्ययः न न अत्र क्रू इति धातुः स्वीकुर्मः चेत् क्रू इति धातुः स्वीकुर्मः अत्र तणादिगण अस्ति किमस्ति अत्र कुरुतः खलु अत्र अत उत् सार्वधातुके इति सूत्रेण अत्र तनादिभ्यः तनादिकृजिभ्यः उः एव भवति परन्तु कर् युगः उकारः करु एव भवितव्यं खलु भवनीयं परन्तु अत्र अत ऊत् सार्वधातुके इत्यनेन अत्र उकारः भवति अतः तत्र कुर् इति भवति अतः एव कुरुत इति भवति उकारः पूर्वमेव तिष्ठति तनादिभ्यः उः इत्यनेन तनादिकृञ्जिभ्यः उः इत्यनेन पूर्वमेव उः तिष्ठति परन्तु दिस् कर् अस्ति खलु कर् किमर्थं भवति कृ स्थाने कर् सार्वधातुक अर्धधातुकयोः इत्यनेन कर् भवति तत् करु तु किमर्थं कुर् इति भवति अत उत् सार्वधातुके इत्यनेनैव कुर् भवति अनन्तरं कुरुते इति भवति अत्र प्रश्नः अस्ति वा अस्ति एव खलु कर् कुर् भवति कर् इति सार्वधातुक अर्धधातुकयोः एव इत्यनेन एव रेपस्य स्थाने कर् इति भवति क्रू ऋकारस्य स्थाने रेपः आगच्छति अतः कर् इति भवति गुणः भवति परन्तु अत्र गुणः कर् एव पुनरपि तत्र कुरु किमर्थम् आगच्छति चेत् एतत् सूत्रं मनसि स्थापनीयमेव अत ऊत् सार्वधातुके इत्यनेन कर् स्थाने उकारः भूत्वा कुर् इति भवति अनन्तरं ऊ पूर्वमेव तिष्ठति कुरु अनन्तरं तः योजनेन कुरुतः कुरुते इति भवति कुरुतः कुरुते कुर्वाते कुर्वते अत्र पश्यतु कुरुतः कुरुतः इति भवति तत्र सर्वत्र करोति स्थाने कुरोति किमर्थं नास्ति अत्र एतत् न भवति करोति स्थाने कर्यव सार्वधातुक अर्धधातुकयोः इत्यनेनैव कार्यं भवति अनन्तरम् अत्र उकारस्य स्थाने ओकारः भवति केन सूत्रेण इत्युक्ते सार्वधातुक अर्धधातुकयोः इत्यनेन करो इति भवति ति योजनेन करोति अत्र अत्र भिन्नं किमर्थम् अत्र एतत् दुक्रञ्जिं करणे धातुः बहवः क्लेशः सन्ति एव, समीचीनतया नास्ति एव, भवति भवतः भवन्ति, भवति भवतः भवत, भवामि भवावः भवामः, तादृशं नास्ति. अत्र पश्यतु, करोति कुरुतः कुर्वन्ति, करोषि कुरुतः कुरुत, करोमि कुर्वः कुर्मः, सर्वत्र तत्र अत उत सार्वधातुके कार्यं करोति. कुरुतः एकवारं पुनः इदानीमेव पश्य कुरुतः पश्यतु, अत्र क्रु इति अस्ति, क्रु सार्वधातुक आर्धधातुकयोः इत्यनेन कर् भवति. सार्वधातुके अत उत सार्वधातुके प्रथमं स्थाने किमर्थं न आगच्छति? करोति इति विषये वा? एतत् अत्र एतत् पाणिनिना सर्वं कृतम्, अत्र किमर्थम् एतत् सूत्रं न आगच्छति, किमर्थम् आगच्छति तस्य विषये? अत्र अत उत सार्वधातुके इति सूत्रं व्यर्थं न भवति, अतः एव कुरुते इति भवति, कुरुतः कुर्वन्ति इति. अत्र एतत् सूत्रं कार्यं न करोति. केन कारणेन? कुरोति इति भवति वा? अत्र शब्दं सम्यक् नास्ति खलु? जानामि, परन्तु सूत्रेण कार्यं किमर्थं किमर्थं न आगच्छति चेत्, अत्र इदानीम् अत्र अत उत सार्वधातुके इति पश्यामः, 6 4 1 1 10. अस्तु अस्तु, आङ्ग्लभाषायां पुट् अस्ति, तादृशमेव बट् अपि अस्ति. बुट् इति वयं न कुर्मः खलु? बट् एव, पुट् एव. परन्तु तत्र पाणिनिना सूत्रं नास्ति. तादृशं सर्वत्र भवति एव. अत्र उकारान्तप्रत्ययः यस्य अन्ते अस्ति तादृश्य क्रूधातोः अङ्गस्य अकारस्य कित् नित् प्रत्यये परे उकारादेशः भवति. कित् नित् प्रत्यये भवति चेत् एव एतत् कार्यं भवति. अत उत सार्वधातुके अकारस्य ओकारः भवति. कित् नित् प्रत्ययः अस्ति चेत् एव तत्र कार्यं भवति. अत्र तस् अस्ति, रैट्? कित् नित् अस्ति कुरुतः. अत्र अत्र अपित् अस्ति खलु, गुणनिषेधः भवति. कित् नित् प्रत्यये परे, परन्तु अत्र तु कित् नित् नास्ति. अत्र उत प्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके निति उत्. अत्र एतदेव अनुवृत्तिसहितसूत्रं कार्यं करोति. उत प्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके इति अनुवृत्तिसहितसूत्रमस्ति. अतः तत्र निति इति अस्ति, अतः कित् अस्ति. कित् अस्ति चेत् इदानीमेव कित् नित् परे अस्ति चेत् एव तत्र उकारः भवति इति अत्र दत्तं खलु? अनुवृत्तिसहित अत्र अनुवृत्तिसहितसूत्रं स्वीकरणीयम्. आमां, तत्तु सम्यक्, परन्तु अत्र क्री योग तस् अत्र कित् अत्र सार्वधातुके क्निति अस्ति खलु, तस् इति अपित् अस्ति. अपित् अस्ति चेत् अत्र सार्वधातुके क्निति इति अनेन नित्वत् भवति. नित्वत् भवति चेत् अत्र गुणनिषेधः भवति. अत्र क्निति इति अस्ति, निति अस्ति चेत् ककारः अस्ति, कित् अस्ति, अतः एव उकार आदेशः भवति. अतः एव कर् इति कुर् इति भवति. सार्वधातुके कित् अस्ति. अस्तु, किञ्चित् कालानन्तरम् एतत् मनसि सम्यक्तया आगच्छति एव महोदय, चिन्ता मास्तु. क्रु इत्यस्य रपरे गुणे प्राप्ते कर् इति भवति. अस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण उकार आदेशः भवति. अत उत सार्वधातुके, सार्वधातुके कित् अस्ति. सार्वधातुके अत्र पश्यतु, अत उत सार्वधातुके अस्ति, सार्वधातुके क्निति अस्ति, कित् अस्ति, अतः एव अत्र तस् इति अनेन अपित् भवति. सार्वधातुके अपित् इत्यनेन कित्वत् भवति. कित् अस्ति चेत् अत्र अत उत सार्वधातुके इत्यनेन अत्र कित् भवति चेत् अत्र उकार आदेशः भवति. का किञ्चित् इदानीं समीचीनं खलु मनसि स्थापयतु. अतः तत्र कुर्वत् इति भवति, कुर्वत् इति प्रातिपदिकमपि अस्ति. एक्स्क्यूस् मी, हौ डिड् कित् कम् देर्? ऐ कान् अण्डर्स्टाण्ड् कित् कित् कित् सार्वधातुके कित् अस्ति. इदानीमेव मया अत्र सूचितं खलु, अनुवृत्तिसहितसूत्रं पश्यतु. अत्र उत प्रत्ययस्य उत् प्रत्ययम् आगच्छति, उत् इति अस्ति. उत् प्रत्ययस्य करोतेः अङ्गस्य सार्वधातुके किति अस्ति. एतत् अनुवृत्तिसहितसूत्रमेव अत्र साहाय्यं करोति. कित् अस्ति चेत् अत्र कित् नित् प्रत्यय अस्ति चेदेव उकारः आदेशः भवति. अतः एव तत्र तत्तु अवगतं महोदय, परन्तु प्रक्रिया मध्ये कित् कुत्र अस्ति न दृश्यते. एतद् विषये अहम् अग्रे इतोपि चिन्तनं कुर्मः. अस्तु अस्तु, अग्रे अग्रिमवर्गे एतत् विषये इतोपि चिन्तनं कुर्मः. कर् इति अस्ति, उकारः अस्ति, अत उत सार्वधातुके इत्यनेन नित् प्रत्यये परे अकार उकार आदेशः भवति. अत्रापि अत्र नित् अस्ति इति तत्र दत्तम्, परन्तु नित् न दृश्यते. नित् न दृश्यते, अतः एव अनुवृत्तिसहितसूत्रम् अत्र साहाय्यं करोति. उतप्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके किति इति अस्ति. एतत् सूक्ष्मरूपेण सर्वत्र भवति एव, किञ्चित् स्पष्टीकरणार्थं स्पष्टतया आगच्छति, किञ्चित् सूक्ष्मरूपेण एव भवति. इदानीम् अतो गुणे अस्ति, अतो गुणे अत्र झटिति तत्र दत्तमेव, परन्तु अत्र सार्वधातुक किमस्ति, सवर्णदीर्घः विषये किमपि अकः सवर्णदीर्घे इति सूत्रं न आगच्छति, न कार्यं करोति. एतत् प्रभाद्ये एव सूक्ष्मरूपेण, एतत् प्रभाद्ये एव अतो गुणे अकार द्वौ स्तः चेत् अत्र पूर्वपरययोः एकः एव आदेशः भवति खलु. अतो गुणे इत्यनेन सवर्णदीर्घसन्धिं प्रभाद्य, अकगसवर्णे दीर्घ इति सूत्रं प्रभाद्य, अतो गुणे इति पूर्वपरयोगो एकः एव आदेशः भवति. तादृशमेव किञ्चित् अत्र अपि सूक्ष्मरूपेण किञ्चित् अस्ति एव, कालानन्तरमेव एतत् मनसि आगच्छति. अस्तु, इदानीं त्रयादिभ्यः श्ना इति भवति. अत्र अपि क्री इति धातुः अस्ति, स्ना इति अस्ति. अत्रापि शकारः हलन्त्यं न किमस्ति, लशकतटिते इत्यनेन अपगच्छति. अनन्तरं सर्वत्रं मम कृते हलन्त्यं तस्य लोपः इति एव आगच्छति. अत्र किञ्चित् क्लेशः सन्देहः अस्ति चेत् पृच्छतु. उपदेश अज अनुनासिक इति मम मनसि किञ्चित् झटिति न आगच्छति. गतवर्गे एतत् विषये अनिल् महोदय एव तत्र, महोदय अत्र शत्रु इति रेपः अस्ति, ऋकारः अस्ति, ऋकारः तु उपदेशाज अनुनासिक इति इत्यनेन एव ईत् भवति इति. समीचीनं महोदय, अस्तु इदानीम् उत्तमम्. इदानीं क्रीयोगः न इति अस्ति, न योगः अत् क्री नक्त् इति भवति. नकारः अत्र क्री इति अटकुपवाङ्नुं व्यवयायेपि क्री इति पश्येम, क्रीनत् इति ईकारः अस्ति खलु, क्रीनत् इति. अत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः किमर्थम् आगच्छति, प्रश्नः उदेति खलु. अत्र लेपः अस्ति, क्री धातु एव, क्री क्री क्री न न केवलं क्री नत् नकार सम्यक् सम्यक्. दुक्रिञ्च एतत् क्रियादिगणे अस्ति, नवमगणे अस्ति. अत्र पश्यतु अटकुपवाङ्नं व्ययवाये अपि इति क्रीयोगः न इति अस्ति, दन्त्यनकारः. दन्त्यनकारस्य स्थाने आकारः तिष्ठति, विवधानमस्ति अत्र. आकारः अट् इति मध्ये आगच्छति, अट् पुप् वाङ् नुम् व्ययवायेपि इति सूत्रेण अत्र दन्त्येनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. प्रश्नः उदेति वा? इतः पर्यन्तं क्लेशः अस्ति वा? संशयः अस्ति वा? पृच्छतु. एतत्तु नत्वं रैट्? नत्वं दन्त्येनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. किं सूत्रेण इत्युक्ते अटुकुपवाङ्नं व्ययवायेपि अटुकुपवाङ्नं व्ययवायेपि अनन्तरम् अचिष्णुधातु गुर्वाङ् युवो रियङ् उवङ् एतत् अत्र बहुवारम् अभ्यासं करणीयमेव. बहुवारम् अभ्यासं करणीयमेव. अस्तु, इदानीं दशमगणः अस्ति. छुरादि छुर् अत्र आकारस्य लोपः किमर्थम्? इस् इट् अतो गुण? नो, परन्तु अतो गुण तु अकारस्य लोपः. अत्र क्रीयोगः ना योगः अत् अस्ति. अकारस्य लोपः किमर्थमिति वा? अत्र अपि अतोगुणे कार्यं करोति खलु. अकारः अस्ति, अकारः अस्ति, एतत् अतोगुणे इत्यनेन पूर्वपर्ययोः कार्यं करोति. अनन्तरम् अत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. अतगुणे तु हर्षदिक् अकारस्य लोपः, रैट्? अत्र क्री नत् अत्र can you go to krinat ek nimish krinate apa tatra api snabhyastayo ratah itenena akarasya lopaka bhavati purvameva drishtavantah kalu snabhyastayo ratah snabhyastayo ratah dadati iti prathama davatu rasvah itenena rasvam bhavati da da अनन्तरम् द्वितीय धा इति अस्ति, तत्र स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति. अतः तत्र रस्वमेव तिष्ठति, ददत् इति भवति. तादृशमेव अत्र नकारः अस्ति, दीर्घनाका ना इति अस्ति. अत्र स्नाभ्यस्तयोरातः इत्यनेन दन्त्यनकारः रस्वं भवति, अतः क्री न इति भवति. अनन्तरम् अट्टुकुप् वाङ्नं व्ययवायेपि इत्यनेन क्रीणत् इति भवति. समीचीनं? प्रश्नः उदेति वा इतोपि? अस्तु, इदानीं छुरादिगणे स्वीकुर्मः दशमगणः. कर्तरिषप् इत्यनेन इदानीम् अत्र छुर् अस्ति, उकारस्य स्थाने ओकारः भवति. केन सूत्रेण? सार्वधातुक अर्धधातुकयोः इत्यनेन. अनन्तरं स्टप् भवति, अकारः एव तिष्ठति. अनुबन्धलोपे चोरि योगः अयोगः अत्. इदानीम् अत्रापि अतो गुणे इति कार्यं करोति. अतः चोरयत् नपुंसकलिङ्गं प्रातिपदिकं, चोरयन् पुल्लिङ्गं, चोरयन्ति इति स्त्रीलिङ्गपदम्. अस्तु, अनेन महोदय पठतु इदानीम्. एकनिमिषं महोदय. चोरि चोरि अत् ओ अत्र कार्यं भवति एव. अत्र चोरयत् इति अत्र इकारस्य स्थाने इकारस्य स्थाने एकारः भवति. चोरि चोरे इति भवति. अनन्तरं एचो एव यावः कार्यं करोति. एतत् भूत्वा एव चोरयत् इति भवति. पठतु, भवान् एव पठतु अनिल् महोदय. इति शतन्तान्तानाम् इव अपरेषां सर्वेषां सार्वधातुककृदन्तानां दशानां धातुगणानां रूपभेदाः. कर्तृत्वे सानच् प्रत्ययानाम् अपि एतादृशा गणीयभेदाः भवन्ति. अत्र दशगणानाम् अत्र भेदाः सन्ति एव खलु? आमां. किं किं भेदाः? अदादिभ्यः शपः, जुहोत्यादिभ्यः श्लुः, दिवादिभ्यः श्यन्, स्वादिभ्यः स्नुः, तुदादिभ्यः शः, रुदादिभ्यः श्नम्, तनादिभ्यः उः, तनादि कृभ्यः उः, क्रेयादिभ्यः श्ना. अनन्तरं कर्तृशप् भवति चुरागणे. अत्र गणभेदाः सन्ति खलु? कृदन्तानां सार्वदन्तानां दशानां धातुगणानां रूपभेदाः सन्ति खलु? सर्वशान कुत्र भवति अनन्तमध्ये भवति अत्रापि गणीयवेदाः भवन्ति अस्तु इदानीम् अस्तु इदानीमेव अत्र कार्यं करोति मया पूर्वम् उक्तम् आकरसवर्णदीर्घे बाधित्वा एव अतो गुणे कार्यं करोति भवानेव अग्रे महोदय सम्यक् श्रूयते वा ओके ओके अतो गुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात् गुणः इत्युक्तौ अ ए ओ इदं सूत्रं वृद्धिरेचि अकः सवर्णदीर्घः इत्यनयोः अपवादसूत्रम् अतः मया पूर्वम् उक्तम् अकः सवर्णे दीर्घः इत्यनेन एव अत्र प्रभाद्य अतो गुणे आगच्छति परन्तु आ ए ओ एतत् वृद्धिसूत्रमपि बाधित्वा अतो गुणे एव कार्यं करोतु एतत् अपवादसूत्रम् अस्ति अतो गुणे इति अपवादसूत्रं किं किं वृद्धिरेचि इति सूत्रस्य अपवादम् अस्ति अतो गुणे अकगसवर्णदीर्घः अस्ति अत्र अपवादसूत्रम् अतो गुणे अग्रे पठतु अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम् उस्य पदान्तात् इति अस्मात् अपदान्तात् अपि च एनि पररूपम् इत्यस्मात् पररूपम् इति अनयोः अनुवृत्तिः ओके ओके एतस्मिन् सूत्रे सूत्रस्य अनुवृत्ति अग्रे अग्रे एतत् विषये एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् एतत् अत्र प्राधान्यं किम् अस्ति चेत् अपदान्तं भवितव्यम् अनन्तरं गुणः भवति पूर्वपरयोः एकः पररूपं संहितायाम् एतत् अतो गुणे इति सूत्रम् अत्र उच्यते अत्र शान्त पठतु देयं यत् शत्रन्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारकप्रभावेन अत्र सर्वत्र विकरणप्रत्ययम् अस्ति खलु सर्वत्र अस्ति खलु विकरणप्रत्ययम् एतदेव विकरणप्रत्ययम् अस्ति जुहोत्यादिभ्यः श्लुः अत्र श्लुः इत्यनेन द्वित्वं भवति द्वादिभ्यः श्यन् मध्ये यकारः तिष्ठति स्वादिभ्यः स्नु इत्यनेन स्नु तिष्ठति तुदादिभ्यः शः इत्यनेन अन्तिमवर्णः अकारः एव तिष्ठति शः मध्ये एतत् सर्वाणि अत्र वर्णानि किं भवन्ति विकर्णप्रत्ययमेव खलु जायन्ते भेदाः जायन्ते विकर्णप्रत्ययस्य द्विप्रकारकप्रभावेण किं किं भवति अत्र भवती एव पठतु प्रथमतया विकर्णप्रत्ययभेदेन धातुगणम् अनुसृत्य शत्रन्तपदे रूपभेदः शप् इत्यनेन अ संयुज्यते शन् इत्येन य संयुज्यते स्नु इत्येन नु संयुज्यते स्नु इत्येन न संयुज्यते इदानीमेव पठितं खलु श्नम् इति स्वादिभ्यः श्नम् श्नम् इत्यनेन न संयुज्यते उ इत्यनेन उ संयुज्यते स्ना इत्यनेन न संयुज्यते अत्र विकर्णप्रत्ययानां स्थूलाकृतिभेदेन प्रभावः अ य नु न उ न इत्येषां रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति पठन् नश्यन् आप्नुवन् विन्धन् कुर्वन् क्रीडन् अनिल् महोदय अत्र स्थूला आकृति स्थूलमस्ति अत्र सूक्ष्मं नास्ति अत्र अतोगुणे इति एव तत्र दत्तम् अत्र अकघसवर्णदीर्घविषये किमपि न दत्तम् स्थूला आकृति किं किम् अस्ति अत्र आ य नु न उ न इत्येषां रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति. अतः एव पठन् नश्यन् आप्नुवन् विन्दन् कुर्वन् क्रीणन् एतत् सर्वाणि पदानि शत्रन्तपदमस्ति. अत्र द्वितीयबिन्दुः अपि भवती एव पठतु. विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात् पूर्वं स्थित यत् धातुरूपी अङ्गं तस्मिन् अपि रूपभेदः भवति. अदादिगणे जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति तत्रापि लुक् श्लू इत्याभ्यां विशिष्टकार्यं भवति. अतः अधः षट् वृत्तान्ताः इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात् विकर्णप्रत्ययेन कीदृशप्रभावः इत्यस्य एका दृष्टिः भवति. विकर्णप्रत्ययेन गुणकार्यम् अग्रिमवर्गे अग्रिमवर्गे विकर्णप्रत्ययेन गुणकार्यम् इति अग्रिमवर्गे पश्यामि. अत्र किञ्चित् इतोपि विवरणमस्ति अचिष्णु धातु ब्रुवाङ् युवोरियङ् एतत् विषये. अस्तु, इतः पर्यन्तं प्रश्नः उदेति वा? प्रश्नः अस्ति वा कोऽपि? सन्देहः अस्ति वा? अस्तु, अन्तिमश्लोकं वदतु. सहना भवतु, शान्ता. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनामधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. शुभदिनम्. धन्यवादः सर्वेभ्यः. नमस्कारः. धन्यवादः.